पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 51। युधिष्ठिर उवाच, अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन, ज्येष्ठस्य शुक्लपक्षे दुःस्याद्यादां वदमानद। श्रीकृष्ण उवाच, येनां वक्ष्यति धर्मात्मा व्याससत्यवती सुदः, सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदाङ्गपारकः। युधिष्ठिर उवाच, श्रुता मे मानवा धर्मा, वासिष्ठाश्च श्रुता मया, द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि। श्रीवेदव्यास उवाच, श्रुतास्तु मानवा धर्मा, वैदिकाश्च श्रुतास्त्वया, कलौ युगेन शक्यन्ते ते वै कर्तुं नराधिप। सुखो पायमल्पधनमल्पक्लेशं महाबलं, पुराणानां च सर्वेषां सारभूतं महामदे, एकादश्यां न भुञ्जीद पक्षयोरुभयोरपि, द्वादश्यां तु शुचिर्भूत्वा पुष्पैः सम्पूज्य केशवम्, अन्नं भुञ्जीद सत्कृत्य पश्चाद्विप्रपुरःसरं, सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप। यावज्जीवं व्रतमिदं कर्तव्यं पुरुषर्षभ, स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः। आपपापादुराचाराः पापिष्ठा धर्मवर्जिताः, एकादश्यां न भुञ्जाना न देयान्ति यमान्तिकम्। इति तद्वचनं श्रुत्वा कम्पितोऽश्वत्थपत्रवद भीमसेनो महाबाहुर्न त्वोवाच गुरुं प्रति। भीमसेन उवाच, पितामहमहाबुद्धे शृणु मे परमं वचः, युधिष्ठिरश्च कुन्ती च तथा द्रुपदनन्दिनी, अर्जुनो नकुलश्चैव सहदेवस्तथैव च, एकादश्यां न भुञ्जन्ति कदाचिदपि सुव्रताः। ते मां ब्रुवन्ति वै नित्यं, मा भुङ्क्ष्व त्वं मृगोदर, अहं तान ब्रुवं ताद बुभुक्षा दुःसहा मम, तानं दास्यामि विधिवत् पूजयिष्यामि केशवं। भीमसेन वच श्रुत्वा व्यासो वचनमब्रवीद। व्यास उवाच, यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च, एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि। भीमसेन उवाच, पितामह महाबुद्धे कथयामि तवाग्रदः, एकभक्तेन शक्नोमि उपवासे कुतः प्रभो, वृकोऽपि नाम यो वह्नि स सदा जठरे मम, अधिवेलं यदाश्नामि तदा समुपशाम्यदि, नैकं शक्नोम्यहं कर्तुमुपवासं महामुने, येनैव प्राप्यते स्वर्गस्तत् कर्तास्मि यथा तथम्। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयां। व्यास उवाच, वृषस्थे मिथुनस्ते वा यदा चैकादशी भवेद्, ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता, गण्डूषाचमनं वारि वर्जयित्वोदकं बुधः, उपभुञ्जीद नैवेह व्रतभङ्गोऽन्यथा भवेद् उदयादुदयं यावद्वर्जयित्वोदकं नरः श्रूयतां समवाप्नोति द्वादशद्वादशी फलम् ततः प्रभादे विमले द्वादश्यां स्नानमाचरेद जलं सुवर्णं दत्त्वा च द्विजादिभ्यो यथाविधि भुञ्जीद कृतकृत्यस्तु ब्राह्मणैः सहितो वशी एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत् संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः इति मां केशवः प्राह शङ्खचक्रगदाधरः सर्वान् परित्यज्य पुमान् मामेकं शरणं व्रजेद एकादश्यां निराहारस्ततः पापात् प्रमुच्यते द्रव्यशुद्धिकलौ नास्ति संस्कारस्मार्त एव च वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे किन्नु दे बहुनोक्तेन वायुपुत्रपुनः पुनः एकादश्यां न भुञ्जीद पक्षयोरुभयोरपि एकादश्यां सिदे पक्षे ज्येष्ठे मास्युतकं विना पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर संवत्सरे तुया प्रोक्ताः शुक्लकृष्णा वृगोदर उपोषिता हि सर्वास्युरेकादश्यो न संशयः धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते यमदूता महाकायाः कराला कृष्णरूपिणः दण्डपाशधरा रौद्रा नोपसर्पन्दितं नरं पीताम्बरधरा सौम्याश्चक्रहस्ता मनोजवाः अन्तकालेन यं त्येदे वैष्णवान्वैष्णवी पुरीं तस्मात् सर्वप्रयत्नेन उपोष्योदकवर्जिता जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते ततस्त्वमस्यां कौन्तेय सोपवासोऽर्चनं हरेः कुरु सर्वप्रयत्नेन सर्वपापप्रशान्तये स्वप्नेन मे पराधोऽस्ति दन्धरागदयापि वा भोक्ष्ये परेह्निदेवेश ह्यशनं वासराद्धरेः इत्युच्चार्य तदो मन्द्र उपवासपरो भवेद् सर्वपापविनाशाय श्रद्धादमसमन्वितः मेरुमन्दरमात्राखं स्त्रिया पुंसाच्च यत्कृतं सर्वं तद्भस्मदां यादि एकादश्या प्रभावदः न शक्नुवन्ति ये दातुं जलधेनुं नराधिप स काञ्चनः प्रदातव्यो खडको वस्त्रसंयुधः तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक् फलं कोटिसुवर्णस्य यामे यामे श्रुतं फलं स्नानं दानं जपं होमं यदस्यां कुरुते नरः तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितं किं वा परेण धर्मेण निर्जलैकादशीं विना उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात् सुवर्णमन्नं वासो वा यदस्यां सम्प्रदीयते तदस्य कुरुशार्दूलः सर्वं चाप्यक्षयं भवेद् एकादश्यां दिने योऽन्नं भुङ्क्ते पापं भुनक्तिसः इह लोके स चाण्डालो मृदः प्राप्नोति दुर्गतिं येज दास्यन्ति दानानि द्वादश्यां समुपोषिताः ज्येष्ठमासे सिदे पक्षे प्राप्स्यन्ति परमं पदं ब्रह्मा मध्यपस्तेनो गुरुद्वेषी सदा नृती मुच्यन्ते पातकैः सर्वैर्निर्जलायैरुपोषिता विशेषं शृणु कौन्तेय निर्जलैकादशीदिने यत्कर्तव्यं नरस्त्रीभिर्दानं श्रद्धासमन्वितैः जलशायी च सम्पूज्यो धेया धेनुस्तधामयी प्रत्यक्षा वा नृपश्रेष्ठ हृदधेनुरथापि वा दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः तोषणीया प्रयत्नेन द्विजा धर्मभृदां वर तुष्टा भवन्ति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः आत्मद्रोहकृतस्तैर्हि यैरेषा न ह्युपोषिता पापात्मनो दुराचारामुष्टास्ते नात्र संशयः कुलानां शतमागामि अधीतानां तथा शतम् आत्मना सहतैर्नीदम् वासुदेवस्य मन्दिरं शान्तैर्दान्तैर्दानपरैरर्चयद्भिस्तथा हरिं कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता अन्नं वस्त्रं तथा गावो जलं शयासनं शुभं कमण्डलुं तथा छत्रं दातव्यं निर्जलादिने उपान्नहौ यो ददादि पात्रभूते द्विजोत्तमे स सौवर्णेन यानेन स्वर्गलोके महीयते यश्चे मां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेद् उभौ तौ स्वर्गमाप्नोति नात्र कार्याविचारणा यत्फलं संनिहत्यायां राहुग्रस्ते दिवाकरे कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याश्रवणादपि नियमं च प्रकर्तव्यं दन्तधावनपूर्वकम् एकादश्यां निराहारो वर्जयिष्यामि वै जलं केशवप्रीणनार्थाय अन्यदाचमनादृते द्वादश्यां देवदेवेश पूजनीयस्त्रिविक्रमः गन्धैर्धूपैस्तथा पुष्पैर्वासोभिप्रियदर्शनैः पूजयित्वा विधानेन मन्त्रमेदमुदीरयेत् देवदेव हृषीकेश संसारार्णवतारक उदकुम्भप्रदानेन नय मां परमां गतिं ज्येष्ठे मासिदु वै भीम या शुक्लैकादशी शुभा निर्जला समुपोष्यात्र जलकुम्भान् स शर्करान् प्रदाय विप्रमुखेभ्यो मोददे विष्णुसन्निधौ ततः कुम्भा प्रदातव्या ब्राह्मणानां च भक्तितः भुजयित्वा ततो विप्रान् स्वयं भुञ्जीदतत्परः एवं ह्य कुरुदे पूर्णं द्वादशीं पापनाशिनीं सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयं ततः प्रभृति भीमेन कृता ह्येकादशी शुभा पाण्डवद्वादशी नाम्ना लोके ख्यादा बभूवः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत् साहस्र्यां संहितायामुत्तरखण्डे उमापदिनारदसंवादे ज्येष्ठशुक्ला निर्जलैकादशी नामैक पञ्चाशत्तमोऽध्यायः ॐ